तर्हि अद्यापि अथाङ्गणे अजन्तदातवः इति विषये वर्तमानः अस्ति. इन् गतौ इति धातुः, तस्मिन् विषये बृहती चर्चा जाता ह्यः, तर्हि तस्मिन् विषये पुनः अवलोकयामः. तर्हि भगिनी वदत्व इन् गतौ इति विषये अस्माकं चर्चा आसीत् एकमपि यत्र आदर्जाधीनम् अनन्तरम् इनोजन् कः आदौ आयाति इति एकमपि चर्चा आसीत्. किमर्थम् इत्युक्ते युनोयन् आयाति चेत् आदर्जनम् इत्यस्य प्रसक्तिः तत्र नास्ति. तर्हि युनोयन् आदौ आयाति वा कार्यं करोति वा आदर्जदिनम् आदौ कार्यं करोति वा इति. अनन्तरं द्वितीयचर्चा आसीत् आटश इति वृद्धिकार्यं तत्र भवति वा नो चेत् युनोयन् भवति वा इति पुनः चर्चा आसीत्. तर्हि तस्मिन् विषये किञ्चित् पुनर् स्मरणरूपेण दृष्ट्वा अग्रे गच्छामः. भगिनी वदति वा प्रथमविषयस्य आडजादीनां इनोयन् विषये प्रथमं किल? ला प्रथमं तु यदा अत्र इन् धातुः इति अस्ति, लङ् लकारः इति विवक्षा अस्ति चेत् आडजादीनामेव प्रथमम् आगच्छति. किमर्थम् इत्युक्ते लावस्थायाम् आडजादीनाम् अस्य कार्यमेव प्रथमं भवति. आकारः प्रथमम् आगच्छति, आकारः ईकारः योगः लङ् लङ्. यदा वयं प्रथमपुरुष बहुवचन विषये एव वयं चर्चां कुर्मः इदानीं, तत्र तिङ् आदेशः भवति. जोन्तः इतश्च संयोगान्तस्य योगः, अनन्तरम् आयोगः ई योगः अन् इति स्थितिः भवति. अत्र आटश्च इनो द्वयोः अपि प्रसक्तिः तु अस्ति. किमर्थम् इत्युक्ते अचि अचि परे इति द्वयोः निमित्तम् अस्ति इनोयनपि आतश्च अपि, अतः कार्यं प्रसक्तिः अस्ति. परन्तु इनोयन् एव प्रथमं कार्यं करोति. इण्धातोः यण् आदेशः भवति प्रथमम्, ई योगः अन् अत्र इकारस्य स्थाने यकारः प्रथमम् आगच्छति, अनन्तरमेव आटश्च कार्यम् अस्ति वा इति वा इति द्रष्टव्यं. प्रथमम् इनो यण् आगच्छति, अतः तत्र तु प्रतिपदोक्तं शीघ्रोपस्थितिः इति अस्ति. अति प्रतिपदोक्तम् इत्युक्ते अत्र प्रतिपदोक्तत्वात् इत्युक्ते इन् इति धातुः विषये एव इणो यण् इति कार्यं करोति, अतः प्रथमं प्रतिपदोक्तत्वम् इति कारणेन इणो यण् प्रथमं कार्यं करोति, अनन्तरं आटश्च प्रसक्तिः अस्ति. धन्यवादः सुब्रह्मण्य महोदय. पुनः आडजादीनां युनो इत्यस्मिन् विषये अत्र महोदयेन अत्र आभीयकार्यम् इति कृत्वा अन्या रीत्या चिन्तनम् अभवत् तस्मिन् विषये. आं भगिनि, श्रूयते वा भगिनि? आं महोदय. अत्र इदानीं द्वितीयचिन्तनमस्ति अत्र इन् धातोः विषये. ईयोगः अत्र लङ्लकारः, तस्मिन् विषये अत्र प्रथमम् इणोयन् इति कार्यं करोति. इणोयन् अत्र इन् स्थाने यकारः आगच्छति, य योगः अन् भवति. इदानीम् अत्र यथा यकारः आगच्छति अत्र असिद्धव तत्राभात् इत्यनेन यः यन् आदेशः भवति तत्तु सिद्धम् असिद्धः भवति. कस्मिन् कृते इत्युक्ते अत्र आडजादीनां कृते, अतः आडजादीनां पुनः आडजादीनाम् अत्र आगच्छ तस्य प्रसृतिः अपि भवति, अतः आयोगः य योगः अन् भूत्वा आयन् इति रूपं निष्पन्नं भवति. अत्र चिन्तनं यद् यदस्ति अत्र आडजादीनां युनोयन् द्वयोः द्वयोः सूत्रयोः अपि अत्र सूत्रद्वयमपि अत्र षष्ठमध्याये चतुर्थपादे द्वाविंशतितमसूत्रात् अनन्तरम् अस्ति. अत्र किं भवति इत्युक्ते अत्र इणो यन् अपि च आडजादीनां सूत्रद्वयमपि अत्र आभीयकार्यम् इति एकः प्रकरणमस्ति. तस्मिन् विषये किं वक्तुं शक्नुमः इत्युक्ते अत्र प्रथमम् इणोयन् आगत्य कार्यं करोति. अत्र इणोयन् इत्यस्य कृते निमित्तम् अस्ति इन् धातुः अपि च अजादिप्रत्ययः अन्. स च प्रत्ययः तु लङ् कृत्वा आगच्छति. प्रथमं तु लङ् अस्ति, अतः अन् आगच्छति. द्वितीयम् अत्र पुनः अत्र आडजादीनाम् इत्यस्य कृते अपि अत्र अजादिधातुः अस्ति, स च धातुः अस्ति अत्र इन्. अतः द्वयोः निमित्तं लङ्लकारः अपि अस्ति, इत्युक्ते अन्प्रत्ययः अस्ति अपि च इन् धातुः अपि अस्ति. द्वयोः निमित्तं समानम्. अतः इनोयन् प्रथमं कार्यं यद्यपि करोति, तदनन्तरम् आडजादीनाम् अपि कार्यं कर्तुं शक्नोति. तथा न भवति चेत् किं अत्र आभीयप्रकरणम् इत्यस्य सार्थक्यं न भवति. अतः अत्र प्रथमम् इनोयन् अनन्तरम् आडजादीनां भूत्वा आयन् इति रूपं निष्पन्नं भवति. प्रथमपक्षस्य परित्यजने इति आरभ्य पठनीयम् आं भगिनि. धन्यवादः अनेक के सन्ति पुष्प भगिनि. नमस्ते भगिनि. नमस्ते भगिनि. शान्ति अस्मि परन्तु कालने अस्मि, अतः केवलं शृणोमि. निश्चयेन भगिनि, धन्यवादः भगिनि. अन्य कः अस्ति? महोदय पठति वा महोदय? स्पीकर् फोन् मध्ये अस्ति वा? नास्ति महोदय. ध्वनि अस्ति वा? ध्वनि अस्ति वा महोदय? अधुना सम्यक् अस्ति महोदय. पठामि पठामि वा महोदय? प्रथमपक्षस्य परित्यजने अन्यत् कारणमपि उक्तं महाभाष्ये. किमपि चेत् धातुः नाम क्रियावाचकः, क्रियायाः सुवाश्रयाकाङ्क्षा भवति, न चेत् क्रिया न प्रतीयते. धातुरेव क्रियां न बोधयति. क्रियायाः स्वाश्रम आश्रयसम सोरि स्वाश्रयसमवदने एव धातुः क्रियां बोधयेत्. कर्तृबोधकप्रत्ययपरः यदा भवति तदानीम् अयं धातुः परिपूर्णया क्रियां बोधयितुं समर्थः. समतः भवति. क्रियायाः आश्रयबोध बोधकप्रत्ययः नास्ति चेत् धातुक्रियां कथं वा बोधयेत्? लकारः आश्रयबोधकप्रत्ययः, तं विना अयं धातुः इति व्यवहारः एव वस्तुतः न कर्तव्यः. कुतः इति चेत् क्रियायां न बोधयति. दर्शि कदा बोधयति? स्वबोध स्वबोधक्रियायाः आश्रयः अस्ति चेत् एव धातुः क्रियां बोधयति. भूधातुः लट् इति प्रयोगे भूधातुः अर्थविज्ञान विज्ञानपदम्. इतः परं यदा लट् प्रत्ययः करिष्यते तदानीं परिपूर्णधातुः अयं प्रपत्यस्य उत्पत्तेः पूर्वम् अयं धातुः इति व्याकारः गौणः. अनेन नकारः प्रत्ययस्य उपरिस्थितिः आदौ भवति. तत् निमित्तकर्माणि च कार्याणि च आदौ भवन्ति इति वक्तव्यम्. अस्मात् कारणात् अपि लावस्य ताम् अट् इति पक्षः प्रत्यक्कः. महोदय, अत्र धातुः अलोन् कार्यं किं कार्यं भवति इति न बोधयति. तिङ्प्रत्ययः मेलनम् एव वयं कार्यं किं कार्यं करोति इति बोधयति इति अहम् अण्डर्स्टुड् महोदय. अनन्तरं होल् ऐ कुड् नाट् अण्डर्स्टाण्ड् महोदय. आं महोदय, ममापि तथा एव. सुब्रह्मण्यं महोदय, श्यामप्रिया भगिनी, भवन्तौ किञ्चित् वक्तुम् अग्रे वक्तुं शक्नुवन्तः वा शक्नुवन्तौ वा अस्मिन्? आम् भगिनी, महोदयः अपि वर्गे विस्तृतरूपेण न उक्तवान् अत्र, परन्तु गतवर्गे विस्तृतरूपेण न उक्तवान्, परन्तु अत्र सारांशरूपेण यदा कर्तृबोधकप्रत्ययः परः आगच्छति तदानीमेव धातुः परिपूर्णतया क्रियां सूचयति, तस्य समर्थनं भवति इति उक्तवान्. अतः प्रथमं तु लकारनिमित्त प्रत्ययः यः भवति तदेव आगच्छति प्रथमं, तदनन्तरमेव अत्र आडजादीनाम् इत्यस्य वा अकार लङ् लुङ् लङ् लृङ् ष्वडुदात् इत्यनेन अडागमः वा भवति इति इति अत्र सारांशरूपेण उक्तवान् अत्र. अस्तु महोदय, धन्यवादः. सुब्रह्मण्यं महोदय प्राप्तवान् वा? भवान् यत् उक्तवान् सत्यमेव शक्यते. महोदय खलु, धन्यवादः सुब्रह्मण्यं महोदय. धन्यवादः. अस्तु भगिनि, केचन प्रश्नाः अवशिष्टाः. किमर्थं सामान्यक्रमः एतादृशः न दत्तः? लङि अडागमः, आडागमः च तिङ् निमित्तम् अङ्गकार्यं, तृतीयं लङि आडागमे सति वृद्धिकार्यं, चतुर्थः योजनं तत्सम्बन्ध सन्धिकार्यं. के प्रश्नाः सन्ति, किमर्थं इति सर्वेषां ये प्रश्नाः सन्ति ये प्रश्नाः महोदयं प्रेषितवन्तः प्रश्नान् तेषां समर्थनम् अग्रे दत्तवान् महोदयं बिन्दुः. तर्हि प्रथमं किमर्थम् एतादृशक्रमः क्रमः एकम् उक्तवान् आसीत् पूर्वमेव बोधितवान् आसीत् महोदय इत्युक्ते अडागमः प्रथमं करणीयम् अनन्तरं त्रिनिमित्तक अङ्गकार्यं तृतीयसोपाने आडागमस्य वृद्धिकार्यं भवेत् तर्हि तदपि करणीयं तर्हि चतुर्थ अन्तिमसोपाने एव सन्धिकार्यं तृतीयस्य योजनं सन्धिकार्यं सर्वं भवति इति पूर्वमेव उक्तवान् तर्हि तस्य एव समाधानम् अग्रे दत्तवान् स्वाभाविकः इति विवरणं दत्तवान् अग्रे दत्तवा चिन्तयामः चेत् अयं क्रमः स्वाभाविकः. अत्र लङ्गि अडागमः आडागमः च तत्र आडजादीनाम् इति सूत्रं लावस्थायां विधीयते. अतः इदं सूत्रं सामान्यरूपेण सर्वप्रथमं भवेत् लङ्गि तु अत्र विवरणं करोति आडजादीनां सूत्रं सामान्यसूत्रं सामान्यरूपेण लावस्थाया भवति. किमर्थमित्युक्ते लावस्थायाम् एव विधि तु लावस्थायामेव अस्ति अनन्तरं लिङ्गायाति तत्तु निमित्तं नास्ति. आडजादीनाम् इत्यस्य निमित्तं तु लङ् इति लकारस्य कार्यं लङ् इति निमित्तं तथैव तत्र एव विधीयते अतः तत्र एव आदौ एव कार्यं भवति. तिङ् निमित्तम् अङ्गकार्यम् अनन्तरं यत्र लावस्थायं विधीयात् अनन्तरं किं भवति लकारस्य स्थाने तिङ् आयाति तदेव साक्षात् अग्रिम सोपानमस्ति खलु. यत्र लङ्लकारस्य स्थाने तिङ् आयाति तर्हि तिङ् निमित्तम् अङ्गकार्यं द्वितीयं भवति. तत् दृष्ट्वा लङ्गिक अडागमः लकारं लकारस्य एव कार्यम् अस्ति लकारमेव निमित्तम् अस्ति तर्हि लकारस्य समये एव आयाति अनन्तरं लकारस्य स्थाने तिङ् आयाति खलु तिङ् इति भवति यत् यदा किम् आयाति तस्मिन् समये अनन्तरं तिङ् निमित्तम् अङ्गकार्यमपि तत्र सम्भवति. भगिनि अत्र प्रश्नः लिङ्गं लिङ्क्षु अडुदात्तः सूत्रमपि लावस्थायामेव आगच्छति खलु. तदेव आडजादीनां लिङ्गं लिङ्क्षु अडुदात्तः इति सूत्रस्य पूर्ण अनुवृत्तिः अस्ति आडजादीनाम् अस्मिन् अस्माकम् अधुना अस्माकं प्रकृतौ यत् वयं चर्चां कुर्मः तस्मिन् विषये तु आडजादीनाम् इति एव दर्शनमासीत् खलु. आडजादीनाम् इति उक्तवान् किन्तु भगिनी उक्तवती सत्यं तदपि आडदात्तः आडजादीनां सूत्रमपि एव विधीयते आदौ एव आयाति तस्मिन् समये एव ते विदितु निमित्तं तु लकारस्य विवक्षायां प्रथमः सोपानः लकारः भगिनि किन्तु भगिन्या उक्तुं सत्यं किमर्थं तद् न उक्तवान् इत्युक्ते अस्माकं प्रकृतौ तस्मिन् विषये वयं न चर्चां कुर्मः लघु अधुना तु आयोगः इयं योगः अन्ति इति अवस्थायां रूपाणि वयं कारयामः खलु तर्हि तस्मिन् अस्माकं विपक्षात् भिन्नविव कार्यं चर्चयामः खलु प्रत्येकं स्वीकृत्य चर्चयामः खलु तर्हि आडजादीनाम् इति सत्यतया उक्तवान् भगिनी यत् उक्तवती सत्यम् अस्तु धन्यवादः. लङ्गि तृतीयः तृतीयसोपानः लङ्गि आडागमे सति वृद्धिकार्यम् आटश्च वर्णनिमित्तकं कार्यं अतः अनन्तरं स्यात्, किन्तु अन्तरङ्गत्वात् तिङ् प्रत्ययोजनात् प्राक् अङ्गकार्यं तु किं अङ्गकार्यं पूर्णपूर्वमेव अभवत्. किमर्थम् इत्युक्ते वर्णादङ्गं वर्यः इत्यनेन तिङ्निमित्तिककार्यं द्वितीयसोपाने एव भवति. तृतीयसोपाने वर्णनिमित्तिककार्यं भवति, किन्तु किमर्थम् आडागमस्य वर्णनिमित्तिककार्यं प्रथमं भवति? किमर्थं तिङ्प्रत्यययोजन अन्तिमसोपानं किमर्थं भवति इत्युक्ते, अन्तिमसोपानं किमर्थं? तत्तु बहिरङ्गम् अस्ति. आडागमः आळ् निमित्तकार्याणि अन्तरङ्गकार्याणि अस्ति इति कृत्वा स्वाभाविकतया एव आदौ अन्तरङ्गकार्याणि कार्याणां प्रवर्तनं भवति, अनन्तरम् अन्तिमसोपने एव किं प्रत्ययस्य योजनं भवति इति. तत् बहिरङ्ग तत्र बहिरङ्गस्य चतुर्थसोपानं प्रत्यययोजनं तत्सम्बन्धसन्धिकार्यं बहिरङ्गकार्यं परम्परया अपि, किन्तु आधिक्येन तृतीयचतुर्थयोर्मध्ये किं प्रथमम् इत्यस्मिन् महत्त्वं नास्ति. अवदत् ऐच्छत् ऐधत् किमर्थं नास्ति इत्युक्ते साधारणतया किं भवति, यत् अन्तरम् अस्ति तत्तु स्थलभेदः अस्ति खलु. एकं तु आदौ अस्ति, अन्यत्तु अन्तिमवर्णः सन्ति, भेदः न भवति. किन्तु सोपानेन चिन्तयामः चेत् अन्तरङ्गस्य आदौ भवतु, अनन्तरं बहिरङ्गस्य भवतु इति चिन्तनं वयं प्राप्स्यामः चेत् समीचीनं भवति, सोपानेन वयम् अवगन्तुं शक्नुमः इति. धन्यवादः भगिनि. पुनः रामप्रियभगिनी. आं भगिनि, द्वितीयम् अस्ति अयोगः ईयोगः अन्. अत्र आटश्च इनोयं च द्वयोः प्रसक्तिः. अत्र प्रतिपदोक्तत्वात् इनोयन् इति उक्तं, परन्तु अत्र वर्णादङ्गं बलिः इत्यपि कार्यं करोति. अत्र द्वयोः परस्पर समर्थनं द्वयोः कापि समस्या. वर्णादङ्गं बलिः परिभाषा वर्णस्य इदं वर्णं वर्णं निमित्तीकृत्य जायमानं कार्यं वर्णसम्बन्धं वर्णम् अङ्गस्य इदम् अङ्गनिमित्तिकं वा अङ्गोदिशकं वा कार्यम् आङ्गम् अङ्गसम्बन्धम् आङ्गं वर्णनिमित्तिककार्य अपेक्षया अङ्गाधिकारस्य कार्यं प्रबलम्. अत्र तु आयोगः ईयोगान् अपि अस्ति. आटश्च इनोयन् द्वयोः प्रसक्तिः अस्ति यत् पूर्वमेव वयं दृष्टवन्तः. अत्र प्रतीकपदोक्तत्वात् इनोयन् एव कार्यं करोति इति एव इत्यपि वयं दृष्टवन्तः. परन्तु अत्र वर्णादङ्गं बलीयः इति यत् कार्यं भवति वा न वा इति प्रश्नः. द्वयोः परस्पर समर्थनं द्वयोः कारणकर्तने न कापि समस्या इत्युक्ते इनोयन् अपि क्षम्यतां प्रतिपदोक्तत्वादपि वर्णादङ्गं बलीयः अपि कार्यं करोति इति वा? आं भगिनि, कोऽपि पृष्टवान् इत्युक्ते एतद् बिन्दुः किमर्थं महोदय योजितवान् इत्युक्ते कोऽपि एतत्रं प्रेषितुं महोदयं पृष्टवान् किमर्थं वर्णादङ्गं बलीयः इति चिन्तनं न स्यात् इति. तर्हि महोदयस्य संवर्तनम् अस्ति. आं सत्यं भवान् यत् वदति सत्यं, प्रतिपदोक्तत्वम् इति एकं कारणं भवति वक्तुं शक्नोति, अन्यत्र वर्णादङ्गं बलीयः इति चिन्तनमपि समीचीनमेव इति. अङ्गकार्यं प्रथमम्, अनन्तरं वर्णकार्यम् इति. वर्णकार्यम् इति. धन्यवादः सुब्रह्मण्यम्. आं भगिनि, तृतीयबिन्दुः अस्ति इणोयन् आडजातीनाम् इति अभीयकार्यम्. अन् प्रत्ययम् आश्रित्य आडजातीनाम् इणोयन् इत्यनयोः कार्यं भवति इति उक्तम्. अत्र इन् धातोः इ इत्यपि द्वयोः आश्रयः, अतः इदमपि वक्तुं शक्यते. अत्र पुनः अत्र प्रायः भिन्न अभिप्रायः आसीत् वर्गे, अतः महोदयः अत्र समाधानं दत्तवान्. अत्र आभीयकार्यस्य प्रति अत्र अन्प्रत्यय अपि निमित्तं भवति, इन् धातोः इ अपि आश्रयः भवितुम् अर्हति इति. अत्र द्वयोः अपि आभीयकार्यस्य आभीयप्रकरणं प्रति कार्यं कर्तुं शक्नुतः इति अत्र महोदयस्य समाधानम्. धन्यवादः. अत्र आभीयकार्यम् इत्युक्ते अत्र समानाश्रित समानाश्रित इति अस्ति अत्र आभीयकार्यस्य प्रति. अत्र कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति इति. तस्मिन् अत्र आश्रयमित्युक्ते निमित्तम् अत्र प्रथमं तु अन्प्रत्ययम् आश्रित्य आर्डरादीनाम् इनोयन् इत्यनयोः कार्यं भवति इति महोदयः उक्तवान्. अनन्तरम् इन् धातोः यः इ अस्ति आदौ तदपि आश्रयं भवितुम् अर्हति इति अत्र समाधानम्. ईयोगः लङ् ईयोग इत् आडजादीनाम् आयोगः ईयोग इत् अत्र आडजातं सूत्रेण लुङ् लङ् अडुतात्म अत्र ह्रस्वाकारः भवति. आडजादीनाम् अत्र आ दीर्घः भवति. अत्र किमर् लुङ् लङ् वंश इत्युक्ते कार्यं नास्ति, किमर्थम् इत्युक्ते आडजादीनाम् इति तस्य अपवादसूत्रमस्ति. लुङ् लङ् वृङ्क्षु इत्यस्य अपवादसूत्रमस्ति आडजादीनाम्. तर्हि आडजादीनां प्रसक्तिः अस्ति किन्तु कार्यं न भवति. किमर्थम् इत्युक्ते आडजादीनाम् इति बलवत् भवति, तर्हि तस्य कार्यं. भगिनि आडजादीना आजादिगणे कार्यं करोति न? आजादिगणे ज्योतिरादिगणे इति सर्वं नास्ति. किमपि गणं भवतु, आजादि आड् आगमः भवति आजादि धातोः पूर्वम् इति. अत्र अजादि इति गणस्य कार्यं नास्ति, अजादि नास्ति. अजादि अजादि द्वौपि भिन्नं भगिनि. अजादि इति गणः अस्ति, अद् धातुः अस्ति. तादृश अद् आदि ये आदयः ये सन्ति ते अजादिगणः इति वदामः धातोः. किन्तु अजादि इत्युक्ते अच्छुवर्णः, अच्छुवर्णः यस्य आदौ अस्ति तत् अजादि. आडजादीनाम् इत्य सूत्रस्य अनुवृत्तिः पठति चेत् लुङ् लङ् वृक्षु अड्दाथ इत्यस्मात् लुङ् लङ् वृक्षु इति आयाति. तर्हि लुङ् लङ् वृक्षु आड् अजादीनाम् इति आयाति अनुवृत्तिः सह. पुष्पभगिनी अवगतं खलु, समाधानं प्राप्तं खलु. अत्र प्रथमम् आतश्च इति क्रियते चेत् सार्वधातुक आर्धधातुकयोः इत्यस्य आवश्यकता एव नास्ति. प्रथमं सार्वधातुक आर्धधातुकयोः इति क्रियते चेत् अनन्तरम् आटश्च इति भवति. द्वाभ्यां मार्गाभ्याम् ऐत् इति रूपं सिद्ध्यति. तर्हि किं साधु प्रश्नमस्ति. अत्र आटश्च आटश्च कार्यं करोति चेत् सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति अत्र विवरणं करोति. तत्तु सार्वधातुक अर्धधातुकयोः कार्यं करोति चेत् आटस्तात् तु भवति द्वाभ्यां मार्गाभ्याम् ऐ इति रूपं भवति. तर्हि किम् अत्र प्रश्नः अस्ति पठामि पठामि आटश्च आडगमात् अचि परे पूर्वतयोः वृद्धिरेखादेशः सः भवति. अनुवृत्तिसहितसूत्रम् आटः च अचि पूर्वपरयोः एकः वृद्धिसंहितायाम् अत्र आटश्च तु सर्वे अस्ति आडागमात् अचि परे पूर्व अकार वर्णस्य परे पूर्वतयोः वृद्धिः भवति अकारस्य आकारः आयाति अकारस्य आकारः वृद्धिकार्यम् इति भवति अकारस्य आकारः नो चेत् ऐकारः औकारः इति अनेके त्रिविधाः भवितुम् अर्हन्ति. सार्वधातुक आर्धधातुकयोः इगन्ताङ्गस्य इकः गुणः भवति इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके अर्धधातुके च प्रत्यये परे. अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः पूर्वमेव पठितवन्तः खलु एतत् पुनः इदानीं चर्चां क्रियामः वदतु भगिनि एतत् सूत्रे तु पूर्वमेव पठितवन्तः खलु सर्वदानीमः आकर्ष इत्युक्ते आडागमात् अच्छिपरे अस्ति चेत् ततः पूर्वम् आडागमः भवति तर्हि द्वयोः पूर्वतयोः स्थाने वृद्धिः वर्णः आयाति इति सार्वधातुकसूत्रं किं वदति इगन्त अङ्गस्य इकवर्णः अस्ति चेत् इगन्त अङ्गम् अस्ति चेत् तस्य अन्तिम इकवर्णस्य गुणः भवति कस् निमित्तं किम् इत्युक्ते सार्वधातुके वा अर्धातुके वा प्रतिपरे आयाति कार्यं भवति. महोदय अत्र कृत कृताकृतप्रसङ्गः आटश्च इत्यस्य तस्मात् सार्वधातुक अर्धधातुकयोः इति सूत्रं प्रति नित्यं तस्मात् च बलवत् आटश्च पूर्वसूत्रं भवति सार्वधातुक अर्धधातुकयोः परसूत्रं महोदय इति सूत्रं प्रतिनित्यं तस्मात् बलवत् परत्वात् सार्वधातुक अर्धधातुकयोः बलवत् इति उक्तं वा महोदय अत्र कृताकृतप्रसङ्गे नित्यसूत्रस्य अस्माकं पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बल्यः इति एक परिभाषा पूर्वं पठितवान् तत्र पूर्वसूत्रात् परसूत्र बलवत् परसूत्रात् पूर्वपरनित्य नित्यसूत्रं बलवत् नित्यसूत्रात् अन्तरङ्गं बलवत् अन्तरङ्गात् अपवादसूत्रं बलवत् इति पठितवन्तः. तर्हि परसूत्रम् अस्ति अनन्तरं किं नित्यसूत्रमपि अस्ति सार्वधातुकार्धकयोः इति नित्यसूत्रमस्ति तर्हि अतः बलवत् वा इति प्रश्नः किन्तु किम् अनन्तरं महोदयेन किम् उक्तमस्ति, पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् इत्यनेन पूर्वम् उपस्थितं तत् सङ्ग्रहणम् नित्यसूत्रं तु बलः, किन्तु नित्यसूत्रात् अन्तरङ्गसूत्रम् अधिकं बलं भवति. तर्हि अग्रिमम् अन्तरङ्गस्य दृष्ट्यापि चिन्तनं करणीयम् इति अत्र उक्तम्. अग्रे चिन्तनं समाप्तं नास्ति अग्रे. पठामि महोदय. आम्, पूर्व उपस्थितनिमित्तकम् अन्तरङ्गं यस्य कार्यस्य निमित्तं पूर्वम् उपस्थितं तत् अन्तरङ्गम्. अन्तरङ्गं कार्यस्य आटस्य इत्यस्य ई धातोः इकारः इति निमित्तपूर्वम् उपस्थितः. सर्वधातुक आर्धधातुकयोः इत्यस्य यः ऐत् प्रत्ययः इति निमित्तम् अन्तरङ्ग अनन्तरम् अतः पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् इत्यस्य आटस्य इत्यस्य अन्तरङ्गत्वम् चिन्तनं भवति चेत् कस्य बलं भवति नित्यसूत्रमिति चिन्तयति चेत् सार्धातुकार्धातुकयोः बलवत् भवति. यदि अन्तरङ्गम् इति चिन्तयति चेत् आटस्य इति सूत्रम् अन्तरङ्गं भवति. तर्हि नित्यसूत्रात् अन्तरङ्गं बलवत् अस्ति खलु, तर्हि आटस्य इति बलं भवति. तर्हि तादृशचिन्तनं समीचीनं, किन्तु आटस्य इति अन्तरङ्गं भवति अतः बलवत् भवति. किमर्थम् इत्युक्ते क्षम्यतां महोदय, खलु नित्यत्वात् अन्तरङ्गं बलवत् भगिनी, अत्र आटस्य नित्यसूत्रं भवति खलु. सत्यं महोदय, आटस्य इति नित्यसूत्रमस्ति खलु अत्र. आम् सत्यम्, आटस्य इति नित्यमस्ति, बलम् अपि अस्ति इति उक्तमस्ति. आटश्च नित्यसूत्रमपि अस्ति अन्तरङ्गसूत्रमपि अस्ति, तत्र द्वयोः अपि अस्ति. परन्तु अत्र लिखितमस्ति पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इत्यस्मात् अत्र नित्यमित्यस्य बलेन आटश्च बलवत् न भवति, परन्तु अन्तरङ्गत्वम् इत्यस्य बलेन एव प्रथमं भवतु इति अस्ति. ओ अस्तु महोदय, तर्हि किमर्थं तथा न भवति इति अग्रे किन्तु भगिनी भगिनी एकः प्रश्नः अस्ति अत्र. पूर्वमपि महोदयः लिखितवान् तथा एव अत्र. एतत् तर्कः तु तदानीमेव भवति यदा एकं कार्यं कार्यद्वयम् अथवा कार्यत्रयं एकस्मिन् समये एकस्मिन् स्थले एव भवति चेत्, परन्तु अत्र कार्यकालः समानः परन्तु कार्यस्थलः भिन्नः खलु भगिनि. एतत् तथैव महोदय, तथा एव भिन्न श्लोकानि लिखितवान्. किमर्थम् इत्युक्ते कोऽपि प्रश्नः पृष्टवान् किमर्थं तथा न स्यात् इति, तर्हि तस्य समानः सः उक्तवान्, यः प्रश्नं पृष्टवान् सः उक्तवान् आकर्ष इति नित्यसूत्रं, तर्हि तदेव कार्यं भवति खलु इति, तदेव कार्यम् आदौ भवति खलु इति. तर्हि महोदय उक्तवान् अस्ति, भवान् सत्यं वदति नित्यसूत्रमस्ति किन्तु अन्तरङ्गमपि अस्ति, पश्यामः चेत् अन्तरङ्गमपि अस्ति. तर्हि अन्तरङ्गम् अस्ति अतः तद् प्रथमं भवतु इति चिन्तयामः, किन्तु सः न भवति. अन्ततो गत्वा वर्णसङ्गं बलियः इत्यनेन अङ्गकार्यमेव अङ्गकार्यस्य एव प्राप्तिः भवति इति. भवान् यत् उक्तवान् सत्यं, तथा न चिन्तनीयं, यदि एकः चिन्तितवान् किमर्थं न स्यात् इति तर्हि महोदयस्य समाधानमस्ति. भवान् यत् चिन्तितवान् तत्तु पूर्णं नास्ति, नित्यसूत्रं नित्यम् अस्ति, नित्यसूत्रमस्ति, अन्तरङ्गमपि अस्ति, तथापि तत् न प्रचलति. अत्र तु वर्णादङ्गम्बर्यः इत्यनेन अङ्गकार्यं भवति. तर्हि असारुदात्मक आकृत्क इति एव सूत्रं प्रथमं भवति इति अग्रिमवाक्ये. भगिनी अत्र किं सूत्रं प्रथमं करणीयं, किम् अनन्तरं करणीयम् इति. एकस्य अपेक्षया अन्यं सूत्रं कुर्मः इति न, द्वयोरपि क्रमः एव भिन्नः. आं भगिनि, अत्र किम् इत्युक्ते यद्यपि अन्तरङ्गं सूत्रम् अस्ति तथापि वर्णात् अङ्गं भगिः इत्यनेन अङ्गसूत्रम् अङ्गकार्यं वयं प्रथमं कुर्मः. महोदय अवगच्छामि महोदय, अनन्तरं पठामि वा. किन्तु पूर्वपरनित्य अन्तरङ्ग अपवादान् अपवादानाम् उत्तरोत्तरं बलीय इति परिभाषाः नित्य अपेक्षया अन्तरङ्गं अन्तरङ्गत्वं बलवत्, अतः नित्यम् इत्यस्य बलेन आटस्य इति न अपि तु अन्तरङ्गम् इत्यस्य अन्तरङ्गत्वम् इत्यस्य बलेन आटस्य प्रथमं भवतु. ओ अन्तरङ्गत्वं बलवत् नित्य अपेक्षया इति आटस्य बलवत्वं भवति अत्र. केन कारणेन इति बलत्वं नित्यत्वात् अपि भवति, किन्तु नित्यत्वात् बलवत् भवति वा नो चेत् अन्तरङ्गत्वात् बलवत् भवति वा इति. तर्हि परिभाषा वदति अन्तरङ्गमेव बलवत् भवति, अतः अन्तरङ्गम् इति कारणेन किन्तु अन्ततो गत्वा वर्णात् अङ्गं बलियः नित्येन सार्वतात्क आर्ततात्कयोः प्रथमं भवति. पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् इत्यस्मात् वर्णात् अङ्गं बलियः इति परिभाषा बलवति. तदर्थं प्रथमं सार्वधातुको आर्धधातुको इत्यस्य प्राप्तिः, तदा एव अटश्च. महोदय सहायं करोतु महोदय. तदेव महोदय वयम् उक्तवन्तः खलु, तदा चिन्तनं भवति तत् तर्हि तत् न वक्तुं शक्नुमः. किमर्थम् इत्युक्ते वङ्गात् वर्णादङ्गं बलियः वयं पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलियः इति चिन्तनेन चिन्तयामः चेत् तादृशरीत्या चिन्तयामः चेत् आतश्य बलवद् भवति. आतश्य इति कार्येण वृद्धिकार्येणेव आदौ आयाति, किन्तु तथा न भवति. किमर्थम् इत्युक्ते अन्ततो गत्वा किं भवति इत्युक्ते सार्वधातुक अर्धातुक एव प्रथमं कार्यं सम्भवति साक्षात्. किमर्थं सार्वधातुक अर्धातुकयोः इति अङ्गनिमित्तं कार्यमस्ति, वर्णादङ्गं बल्यः इति परिभाषया अङ्गनिमित्तं कारणं कार्यं प्रथमं सम्भवति इति. तदेव पूर्वम् अस्मा वयं चत्वारः बिन्दवः पूर्वं दृष्टवन्तः खलु, अत्र पुष्पभगिनी पठितवती खलु किं प्रथमम् आयाति, प्रथमम् आधजालीनम् आयाति, अनन्तरं किमितिकम् अन्धकार्यम्, अनन्तरम् आकर्ष तृतीयपक्षानेव आयाति, अनन्तरमेव योजनं भवति इति वयं पठितवन्तः. तदेव पुनः अत्र उक्तमस्ति. प्रश्नः अस्ति भगिनी, वर्णादङ्गं बलीयः इति परिभाषा वा केवलं कुतः नीतः तत् परिभाषा अस्ति भगिनि. आम् तर्हि भगिनी पठितुं शक्नोति वा अधुना? पठामि पञ्चमबिन्दुः वा. आम् अस्तु. प्रतिपदं पदं प्रतिपदं तन्मात्रवृत्तिधर्मविशिष्टं पदं वीप्सया तत्पदम् तत्र वृत्तिधर्मपुरस्कारवैशिष्ट्यम्, तत्पदं मात्र वृत्तिधर्मपुरस्कारेण ग्रहणं यत्र तत् प्रतिपदम् इत्युच्यते. तद् तदनुकूलव्यवच्छिन्नतया नाम इति अर्थः दृश्यते. प्रतिपदं पदमिति तस्य विग्रहक्षिन्नतम्, अनन्तरं तन्मात्रवृत्तिधर्मविशिष्टं पदं विशिष्टयत् विशेषयति खलु. स्वधर्मं यत् धर्मं स्वस्मिन् यत् धर्मम् अस्ति तत् विशेषयति. इत्युक्ते एक इन् इति इन् इति धातुः अस्ति, तर्हि यदा वयम् इन् धातुः इति वदामः चेत् तस्मिन् इन् इति धातोः इण्त्वम् अस्ति खलु, इति धर्ममस्ति इति वक्तुं न्यायशास्त्रस्य वर्गं गच्छामः चेत् यत् वयम् इन् इति वदामः चेत् इन् इति शब्दे इण्त्वम् अस्ति, शान्तिः इति नाम अस्ति भगिन्याः, तर्हि शान्तित्वम् इति धर्मः भगिन्याम् अस्ति इति वक्तुं श महिला अस्ति, तर्हि महिलात्वम् इति एकं धर्मं भगिन्याम् अस्ति इति वक्तुं शक्नुमः. तादृशं स्वधर्मं तस्मिन् अस्ति, तर्हि तद्धर्ममेव तत् विशेषयति खलु. तर्हि विशिष्टः गुणः एव धर्मं विवृणोति पदम्. आम्, वैशिष्ट्यं ददाति प्रतिपदम् इति. दीप्तया तत्पदमात्रवृत्तिधर्मपुरस्कारवैशिष्ट्यं दीप्सया इत्युक्ते किं भगिनि? इच्छया इति ईप्सितदमं कथं कर्म इति आयाति खलु, तर्हि ईप्सितदम् इति इच्छा इति तत् इच्छया एव वैशिष्ट्यं ददाति इति एव. वकारः किमर्थं दीप्सया इति समानमेव वा? प्रायः उल्लिखति केचन उपसर्गाः अर्थं बोधयति, किन्तु महोदय समानार्थः इति उक्तवान् पुरस्कारेण ग्रहणं तत्र तत् पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं यत् तत् प्रतिपदम् इत्युच्यते, केवलं तस्य तत् पदमात्रेण केवलं पदेन तस्य धर्मस्य ग्रहणं यत्र भवति तत् प्रतिपदम् इति उच्यते. तदनुकूलव्यवच्छिन्नतया नाम इति अर्थः गृह्यते. अनुकूल एव अवच्छेदयति खलु, यदि वयं महिला इति वदामः चेत् अत्र अनेक महिलाः सन्ति, किन्तु अहं शान्ति इति वदामि चेत् एका एव महिला भगिनीम् अवच्छेदयति खलु, अन्ये तु नाम इति न वक्तुं शक्नुमः, अन्ये न वक्तुं शक्नोति. तर्हि नाम दत्वा तस्यैव करोति, अनुकूलरीत्या करोति. इनो यण् इत्यनेन ई धातुः, लसो लोपः इत्यनेन अस्थातु. उभयत्र नाम साक्षात् उक्तमस्ति, इनो यण् इति सूत्रे इन् इति साक्षात् धातोः एव इन् धातोः एव तत्र नाममेव तत्र उक्तम् अस्ति. तत्र शान्ति भगिनी पठतु इति वदामः तथा एव इन् धातोः स्थाने यण् आदेशः इति साक्षात् दत्तमस्ति, तथा पदं मात्रेण गच्छामः केवलं तस्य वचनेन एव. वचनमात्रेण तथा एव श्नसोर्लोपः इत्यस्मिन् श्नप्रत्ययान्तं वा नो चेत् अस् धातोः धातुः एतादृशक्रमः केवलम् इण् धातोः अस्धातोः च चिन्तनार्थं भाष्यकारः प्रतिपादयति यत् आडजादीनाम् आडश्च इत्यनयोः अष्टाध्याय्याम् आवश्यकता एव नास्ति. लुङ्लङ् लृङ्क्ष् वडुदात्तः च अटश्च इत्येव पर्याप्तम्. ताभ्यां सर्वाणि रूपाणि सिद्ध्येरन् ऐच्छत् ऐधत् चिन्तनस्य विषयः. अत्र भाष्यकारः वदति आटडादीनाम् आटश्च अचनयोः द्वयोः आवश्यकता नास्ति एव नास्ति लुङ्लं लुङ् स्वदुदात्तः अपि च अतश्च अतश्च एव वा भगिनि अतश्च किमर्थम् आटश इति आटडादीनम् इति सूत्रमेव न आवश्यकम् भाष्यकारः इत्युक्ते अहं चिन्तयामि केचनाः वदन्ति एव खलु केचनानाम् अभिप्रायः इति वक्तुं आडजादीनाम् इति किमर्थं सूत्रमेव आवश्यकं तत् त्यक्त्वा लुङ् लुङ् लङ्क्षु इति अकार एव आदौ योजयामः यत्र आकारः योजयामः अन्ये इति योजयामः अनन्तरं वयं नाम अतश्य इति वदामः अतश्य वृद्धिः भवतु इति तर्हि तत्रापि आयोगः ई वृद्धिः भवतु चेत् ऐ एव भवति खलु आ इति वक्तव्यं आवश्यकम् इति ह्रस्वाकारस्य स्वीकरणेन अपि इष्टं रूपं अस्माभिः इति चिन्तनस्य विषयः किमर्थम् आट् इति किमर्थं नूतनपदं योजितवान् इति अत्र प्रश्नः प्रायः आ इति एव वृद्धिपदमस्ति अतः वृद्धि आनीतवान् वा इति नो चेत् अन्यत्र प्रायः आट् आगमः भवति यत्र वृद्धिकार्यं न प्रचलति अतः आट् इति पृथक्तया आनीतवान् इति महोदयेन एव धन्यवादः भगिनि रामप्रिय आं भगिनि इक्स्मरणे इति धातुः इक्स्मरणे नित्यम् अधि उपसर्गपूर्वकः धातुः परस्मैपदी च अत्र अवधेयं यत् यथा पूर्वं कार्यस्य एकः क्रमः वर्तते तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया प्रथमं लङि अडागमः आडागमः च द्वितीयं तिङ्निमित्त निमित्तम् अङ्गकार्यं तृतीयं लङि आडागमे सति वृद्धिकार्यं चत्वारः तिङ् प्रत्ययः योजनं तत्सम्बन्धसन्धिकार्यं यथासामान्यम् अङ्गकार्यं सन्धिकार्यम् इत्यनयोः मध्ये प्रथमम् अङ्गकार्यं तदा एव सन्धिकार्यम् अत्र क्रमः पुनः दत्तः अस्ति इक्स्मरणे इति धातुः तत्तु अधि नित्यमेव अधि उपसर्गपूर्वकः धातुः परस्मैपदी च इति स्मरणे इति धातौ अचिष्णु धातुगुवां युवो यङ् वङ्गौ इत्यस्य प्रसक्तिः न तु इणोयन् नाम इयङ् आदेशः प्रसक्तः न तु यण् आदेशः तर्हि अजादि अपित्सु इयङ् कृत्वा अधियोगः ईयोगः अन्ति अधियोगः ईयोगः अन्ति अधीयन्ति इति भवेत् किन्तु तदा न भवति अधीयन्ति इत्येव भवति अत्र ध्येयं यत् एकं गुणसूत्रं वर्तते इन्वदिक् इति इन्वत् इक् इति वक्तव्यम् अनेन इक् धातुः इन् धातु धातुवदेव भवति अतः अत्र अधियोगः इक् इन्वत् भवति प्रथमम् इन् धातुः रूपं निर्मातु तदा अधियोजयतु अपि च यदा आवश्यकता सन्धिकार्यं करोतु आहत्य इक् धातोः अजादि अपि तु इयङादेशः न भवति अपि तु इन्वत् यण् आदेशः एव भवति अत्र एकं विशिष्ट इक् स्मरणे इति धातौ अचिष्णु धातु गुर्वां युवो यङ्गौ इति सूत्रस्य प्रसक्तिः अस्ति चेत् किं भवति इति अस्ति अत्र प्रसक्तिः अस्ति चेत् इयङ् आदेशः भवति अजादि अपित्सु इयङ् आगच्छति चेत् इकारस्य स्थाने इयङ् अधियोगः इयङ् हलन्त्यम् इङ् इययोगः अन्ति अधीयन्ति इति दीर्घ इकारः भवति भवेत् परन्तु किं भवति इत्युक्ते एकं गुण क्षम्यतां गणसूत्रम् अस्ति इङ्वत् इक् इति वक्तव्यम् इति इङ् धातुः एव इक् धातुः रूपमपि भवति इति अस्ति अतः युनोयन् कार्यं करोति अचिष्णु धातु भुवां योर् यङ् वङ्गौ इति सूत्रस्य सूत्रं प्रबाध्य अत्र अतः एव अधीयन्ति इति रूपं भवति इकारस्य स्थाने यकारः आगच्छति आम् तदेव अजादि अपि च किमर्थं ह्रस्वैकारः इत्युक्ते युनोयन् एव कार्यं करोति यद्यपि युनो इन् धातोः एव युनोयन् सूत्रं प्रसक्तिः अस्ति तथापि किंवदीत् इति वक्तव्यमिति परिभाषया इक् धातुः अपि इन् धातोः स्वरूपं स्वीकरोति तर्हि अचिष्णु धातु भवान् योरिवङ्गौ इत्यस्य कार्यम् अत्र न प्रचलति लट्लकारं प्रथमम् इक् इक् धातुः इक् स्मरणे प्रथमपुरुष एकवचनं सिद्धतिङ्क्रतयः ति अस्ति इक् हलन्त्यम् इति ककारस्य तस्य लोपः भवति इ योगः ति इति अस्ति प्रथमं सार्वधातुक हलादिपित् अस्ति अतः प्रथमं सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति इ एक् ये भवति ये योगः ति अत्र तु सर्वदा अधिपूर्वकः उपसर्गपूर्वकः अस्ति इत्युक्ते अधियोगः ये योगति इको यणचि अत्र कार्यं करोति इकारस्य इकारः एकारः इको यणचि अध्येति इति एकवचने द्विवचने इ योगः तः तद् अपित् अस्ति हलादिः अस्ति अपित् अस्ति अपि तस्य अतः गुणकार्यस्य प्रसक्तिः अत्र नास्ति सार्वधातुकमपि स्मिति च इति सूत्रेण गुणं न भव गुणस्य प्रसक्तिः नास्ति अत्र अधियोगः ई योगः तः ईकारः ईकारः अकः सवर्णे दीर्घः इति सूत्रेण दीर्घं भवति अधीतः ई योगः अन्ति बहुवचने अत्र तु अजादि अस्ति अपित् अस्ति अत्र अचिष्णु धातुभ्रुवां युवो यङ् वङ्गौ प्रबाद्य इणोयन् कार्यं करोति गणसूत्रेण कारणात् अत्र इकारस्य स्थाने यकारः आगच्छति अधि उपसर्गपूर्वकः अधियोगः यकारः योगः अन्ति अधियन्ति धन्यवादः भगिनि सुब्रह्मण्यं आं भगिनि इदानीं मध्यमपुरुष एकवचनम् अत्र तिङ्प्रत्ययः सि अस्ति ई योगः सि अत्र सि इति पित् अस्ति अतः सार्वधातुक अर्धधातुकयोः इत्यनेन इकारस्य गुणः अतः ए भवति इदानीम् अधियोजयामः अधियोगः ए योगः सि अत्र इकार एकारयोः अत्र इकोयणचि इत्यस्य कार्यम् अतः अध्येयोगः सि अत्र सकारः यः अस्ति अपदान्ते अस्ति अतः पूर्वं तु एकारः अस्ति तत्तु इन् प्रत्याहारे अस्ति अतः सकारस्य मूर्धन्यषकारः भवति अतः अध्येषि इति रूपं निष्पन्नं भवति मध्यमपुरुषद्विवचने थः इति तिङ्प्रत्ययः ई योगः थः थः तु अपित् अस्ति अतः गुणनिषेधः केवलम् अत्र कोऽपि कार्यं न भवति इदानीम् अधियोगः ई योगः तः अत्र अधियोगः इ अत्र अकः सवर्णे दीर्घः इत्यनेन अधीथः इति रूपं निष्पन्नं भवति तथा एव अधीथ इति मध्यमपुरुष बहुवचनम् आहत्य अत्र अध्येषि अधीथः अधीथ रूपाणि निष्पन्नानि. धन्यवादः. अस्तु भगिनि, अत्र मी इति अत्र उत्तमपुरुष एकवचने मी पित् अस्ति, अतः ई योगः मी, अत्र इकारस्य गुणः भवति एकारः. अत्र पुनः अत्र अधियोगः ए योगः मी, अत्र इकार एकारयोः मेलनम् अत्र इको एनर्जि, अतः अध्येमि इति रूपं निष्पन्नं भवति. वः मः द्वयोः अपि अत्र अपित्, अतः अत्र ई योगः वः अत्र कोऽपि कार्यं न भवति इदानीम्. अधियोगः ई योगः वः, अकः सवर्णे दीर्घः इत्यनेन अत्र अधीवः तथा एव अधीमः अपि. धन्यवादः महोदय. मणिमहोदय तु महोदय, लोटि लोटि एकवचने तु अस्ति, अत्र ई धातुः तु इतु अति किम् महोदय, तु इति तु इति कीदृशप्रत्ययः? तु हलादि, हलादि पित्तु पित् अस्ति, हलादि पित् अस्ति चेत् गुणकार्यं भवति वा? प्रसक्तिः अस्ति वा? हा, प्रसक्ति प्रसक्तिः अस्ति महोदय. ए सो भवति अति पूर्वम् अस्ति किल, अति योग एतु अत्र ईकारः इको एनाचि सूत्रेण यकारं भवति, अद्येतु इति रूपं भवति. हा, धन्यवादः महोदय. सर्वाणि सोपानानि वदतु महोदय, नो चेत् कदाचित् भ्रमः जायते. महोदय तात् महोदय न अवगच्छामि किं वदाति. न सर्वाणि सोपानानि वदतु इति एव. ओके, तथा एव अग्रे अपि वदतु. तात् इति अस्ति नेक्स्ट्. अनन्तरं तातम् इत्येन इति अपित् इतात् इति भवति. नित् गुणकार्यं न भवति अत्र, नित् इत्येन न भवति. सो इतात् इति रूपं भवति. अनन्तरम् अति योजनेन ईकारहम् अनन्तरम् इतात् अकसवर्णदीर्घे दीर्घ इत्येन अति अतितात् इति रूपं भवति. धन्यवादः महोदय. देन् तां दीर्घे तां समानकार्यम् अधीतां. देन् अनन्तरम् अन्तु इत्यस्य एन् आदेशः इनो एन् सूत्रेण एन् आदेशः यत् यन्तु इति यन्तु इति रूपं भवति. देन् अधि योग यन्तु अधियन्तु इति रूपं मिलामः. अधियन्तु मम एव मध्यमपुरुषे एकवचने हि भवति इति अपित् केन सूत्रेण हि अपिच्छति हि योः हि अपित् अस्ति तर्हि केन सूत्रेण गुणकार्यं निषिद्धं भवति? सार्धधातुकम् आदत्कः गुणकार्यं भवति अत्र भवति, किन्तु निषिद्धं केन सूत्रेण? निषिद्धं भवति. अत्र अतियोगः इहि अकसवर्णदीर्घः सूत्रेण अधि अनन्तरं तात् अपि अधीतात् अधीतम् अधीत इति रूपाणि. धन्यवादः पुष्पभगिनी अग्रे प्रतिवदति वा लोट् लकारस्य पित् अस्ति अजादिपित् अस्ति आनि सार्वधातुक अर्धधातुकयोः इनोयन् इनोयन् अत्र कार्यं भवति वा सार्वधातुक अर्धधातुकयोः भवति वा इनोयन् भवति वा मणिमहोदय म्यूट् करोति वा किञ्चित् भवतः तत्र इन् अधि योगः इ योगः आनि तत्र इन् आयाति इन् अस्ति भगिनि इकारः अस्ति खलु तदेव इन् अस्ति गुणकार्यः न गुणकार्यः आगच्छति केन सूत्रेण सूत्रं कः किं सूत्रं तत्र धातुकयोः तदेव गुणकार्यं भवति इकारस्य स्थाने किम् आयाति यकारः आयाति यकारः अधि यानि न अधियोगः एनि इति अस्ति अधियोगः ए योगः आनि अध्येयानि न अध्ययिनि न ये योगः आ ऐ वृद्धिसन्धि भवति न अहं चिन्तयामि अधुना अधियोगः ए इत्यस्य कार्यं भवति खलु इकारः योगः ए क्षम्यताम् ऐकारः अस्ति तर्हि ऐकारः अस्ति तर्हि ऐ आदेशः भवति अध्ययिनि न अध्ययिनि ऐ इति एचोयवायावः इत्यनेन ऐ आदेशः ऐ आयाति एचोयवायावः अध्ययिनि त्वमेव अध्यैव अध्ययोगः आनि आनि अद्य तथैव आवाम द्विवचने बहुवचने इनोयन् अस्ति प्रसक्तिः अस्ति किल तत्र अस्ति भगिनि इनोयन् प्रसक्तिः अस्ति किन्तु तत् प्रभाद्य सार्वधातुक अर्धधातुक एवं कार्यं करोति आमां परसूत्रमिति परसूत्रमिति अध्ययिनि अध्ययानि अध्ययाव अध्ययाः तत् तदं तत् तदेव अहं वक्तम् तदेव भगिनी उक्तवती खलु अधुना एव वयं दृष्टवन्तः पुनः द्रष्टव्यं वा पुनः पुनः द्रष्टव्यं वा अध्ययानि अध्ययाव अध्ययाम यकारः कुतः आगतः भगिनी एचोयवायावः अनन्तरम् इको एनचि अपि कार्यं करोति किल इकारः योगः अकारः अस्ति तथैव अधियोगः अकारः अधियोगः यचोयवायवः अधियोगः अयियोगः आनि अनन्तरम् इकारः अकारः अस्ति यकारः अध्ययानि इकोयणचि आगच्छति किल सत्यं भगिनि आं भगिनि अध्ययानि इति सत्यम् अध्ययानि अध्ययाव अध्ययाम अध्ययाम अस्तु भगिनि धन्यवादः तत् शान्ति भगिनी वदति लङ्लकारे वा भगिनि आं भगिनि प्रयत्नं करोमि तत्र प्रथमपुरुष एकवचने सिद्धति प्रत्ययः अस्ति तकारः प्रत्ययः अस्ति हलादि पित् अस्ति प्रत्ययः लिङ्लङ् लुङ्षु अनुदात्तः इति सूत्रेण अकारः आयाति पूर्वं उपसर्गपूर्वकः तु किल अत्र लिङ्लङ् लुङ्षु इत्यनेन अकारः आयाति किन्तु तद् प्रबाद्य आकारः आयाति खलु आडजादीनाम् इत्यनेन आडजादीनां तस्मात् पूर्वम् अधि उपसर्गपूर्वकं तर्हि पूर्वं भवति तर्हि अधि योगः आ योगः इ योगः नकारः का इति प्रत्ययः अधियोगः आ योगः इ योगः सकारः ता इति प्रत्ययः क्षम्यतां ता इति प्रत्ययः इति ता इति प्रत्ययः अत्र ता इति कीदृशप्रत्ययः हलादिपित् अत्र गुणः प्रसक्तिः अस्ति तर्हि ईकारस्य स्थाने किं भवति गुणप्रसक्तिः अस्ति चेत् एकारः आगच्छति केन सूत्रेण सार्वधातुकार्धधातु योगः इति सूत्रेण तर्हि अधुना अस्माकं भवति अधियोगः आयोगः एयोगः अधियोगः आयोगः एयोगः त इति आयोगः ए किं भवति आयोगः ए आटश्य इति अस्ति खलु समानकार्यम् अस्ति इति महोदय उक्तवान् खलु इन्दुधातोः यत् कार्यमस्ति समानकार्यम् अनन्तरम् अन्तिमसोपाने सर्वं कृत्वा अन्तिमसोपाने अधि इति उदयामः आटश्च इति सूत्रेण वृद्धिः भवति पूर्वपरयोः वृद्धिरेकादेशः भवति अत्र ऐ आगच्छति अधियोगः ऐ योगः तप्रत्ययः अधियोगः ऐ योगः तप्रत्ययः इदानीम् अधियोगः ऐ इको यणचि इति सूत्रेण अध्ययि अध्यय इति भवति यकारः अपि च अध्ययोगः त अध्ययित अनन्तरं केवलं ताम् इति प्रत्ययः द्विवचने तत् तु हलादि अपित् अस्ति अतः अपित्वात् नीति च इत्यनेन गुणनिषेधः नित्वत् भवति नीति च इत्यनेन गुणनिषेधः अधियोगः आयोगः आरजादीनाम् इत्यनेन अत्र आडजादीनाम् इत्यनेन आकारः अधियोगः आयोगः ईयोगः ताम् ईयोगः ताम् इताम् इति भवति अस्तु अधियोगः आयोगः ईयोगः ताम् अधियोगः अत्र प्रथमं अधियोगः आ अत्र इकोयणचि अध्या इति भवति अधियोगः अनन्तरं यजामः आयोगः इ किं भवति आयोगः इ अत्र गुण गुण गुणकार्यं भवति आयोगः इ अत्र स्वरसन्धि गुणकार्यं भवति अधियोगः ए योगः ताम् इदानीम् अधियोगः ए अत्र किमर्थं तथा वदामि चेत् महोदयेन उक्तमस्ति खलु कार्यं यत् कार्यम् अस्ति इन्वदधिक इन्वदिक इति वक्तव्यम् इत्यनेन इन्दातोः यानि कार्याणि सन्ति तद् समानं भवति अनन्तरम् एव योजयामः इति उक्तवान् ततः एव तर्हि आयोगः ए अभवत् अनन्तरं किं वदामः ए योगः ताम् इति अस्ति ए योगः ताम् केवलं वर्णमेलनम् एताम् अनन्तरम् अधियोगः एताम् इदानीम् इकोयणचि आगते अभ्येताम् इति भगिनि अडादि अत्र ऐ आलजादीनाम् इत्यनेन वृद्धिः भवति ए न भवति खलु ऐ अपि अध्येताम् आयोगः इ अपि अस्ति किन्तु गुणकार्यं न भवति गुणकार्येण ए न भवति किन्तु आयोगः इ इत्यनेन ऐकारः भवति आडजादीनाम् इत्यनेन खलु भगिनि मम प्रिय भगिनि तदेव वदति खलु आमामां गुणकार्यं भगिनी गुणकार्यम् एषो तत् सत्यं सार्वधातुकार्धकयो इत्यनेन गुणकार्यमस्ति भगिनी न उक्तवती आयोगः ई गुणं भवति इति चिन्तयित्वा ये उक्तवती अहमपि विस्मृतवती अनन्तरं केवलं सत्यं पुनरेकवारम् अन्तिमसोपानः वदतु भगिनी आयोगः अधियोगः आयोगः ईयोगः ताम् आयोगः अस्ति आडजादीनाम् इत्यनेन क्षम्यताम् आटश इत्यनेन वृद्धिः भवति सार्वधातुकार्धकृते इत्यस्य प्रसक्तिः नास्ति गुणकार्यं न भवति इत्यस्मात् निर्भवति इत्यस्मात् तर्हि आयोगः इ ऐ इति भवति तर्हि अधियोगः ऐ योगः ताम् अधियोगः ऐ ताम् अध्ययिताम् इति भवति यण् सन्धिः कृत्वा अध्ययिताम् इति धन्यवादः बहुवचने अन्यति सिद्धतिं प्रत्ययः अत्र प्रत्ययः अजादि पित् अस्ति अन्यति अपित् अस्ति खलु ओ क्षम्यता अजादि अपित् अस्ति क्षम्यताम् अजादि अपित् अस्ति अतः अपित्वात् नित्वत् नितिचर्चनेन गुणनिषेधः आयोगः अधियोगः आयोगः ईयोगः अन् इदानीं गुणस्य आयोगः इ स्थाने किम् इन् धातोः किं दृष्टवन्तः अधुना अन् इति तर्हि इकारस्य स्थाने या आयाति खलु अधियोगः आयोगः या योगः यकारः योगः अन् अत्र इनोयन् इति सूत्रेण अधियोगः आयोगः यकारः योगः अन् आयोगः यकारः किं भवति आयोगः यकारः वृद्धिकार्यं किमपि आतश इत्यस्य प्रसक्तिः नास्ति अत्र अधुना तर्हि आय् इत्येव तिष्ठति आय् इत्येव तिष्ठति केवलं वर्णमेलनम् आयोगः यकारः आय् इदानीम् आय् योगः अन् आयन् इति भवति अधियोगः आयन् इदानीं इकोयणचि इति सूत्रेण अध्यायन् आं भगिनि धन्यवादः भगिनि धन्यवादः रामप्रियभगिनी रामप्रियभगिनी सूक्ष्मतया दृष्ट्वा दोषवदामि भगिनी अहं लिखित्वा वदामि भगिनी अतः एव किन्तु किन्तु गृहीतवती गणितसदृशं लिखित्वा वदामि अहमपि लिखामि दोष एकवारं कृतवती भगिनी मां गृहीतवती तर्हि अधुना अहमपि पुस्तकं स्वीकृत्य लिखामि अत्र मध्यमपुरुष एकवचनं विकारः योगः सकारः हलादिपित् अस्ति आडजादीनाम् इति सूत्रेण आकारस्य आगमः अत्र आयोगः प्रथमं तु पित् अस्ति अतः गुणकार्यं भवति इकारस्य स्थाने एकारः आगच्छति आयोगः ए योगः सकारः अत्र आटश्च इति सूत्रेण वृद्धिः भवति आयोगः ए ऐ भवति ऐ योगः सकारः अधिपूर्वकः अधियोगः ऐ योगः सकारः इकारः ऐकारः अस्ति अतः यण् सन्धि इको यणचि इति सूत्रेण अद्य योगः ऐकारः योगः सकारः अस्ति सकारः तु ससजुषोरुः परवसानयो विसर्जनीयः इति सूत्रेण विसर्गं प्राप्नोति अद्यैः इति भवति द्विवचनम् ईयोगः तम् अत्रापि तद् हलादि अपित् अस्ति अतः गुणनिषेधः आडजादीनाम् इति आकारः ईकारः तम् आयोगः ई आटस्य इति सूत्रेण ऐ भवति वृद्धिः भवति ऐयोगः तम् अधियोगः ऐयोगः तम् अत्र अपि इको यणचि यकारः आगच्छति इकारस्य स्थाने अद्यैतम् इति रूपं बहुवचने समानकार्यम् एव अद्यैत अद्यैः अद्यैतम् अद्यैत उत्तमपुरुष एकवचने अम् इति सिद्धतिं प्रत्ययाः तत्तु अजादिपित् अस्ति ईयोगः अम् पित् अस्ति अतः गुणः भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण एकारः योगः अम् आयोगः ए योगः अम् आकारः तु आडजादीनाम् इति सूत्रेण आगच्छति आयोगः ये अत्र आटश्च इति वृद्धिः भवति ऐ योगः अम् अधिपूर्वकः अस्ति अधि ऐ अधियोगः ऐ योगः अम् इकारः प्रथमं एचो यवायावः इति सूत्रेण आय् ऐ स्थाने आय् आगच्छति अनन्तरम् इको यणचि इति सूत्रेण यकारः आगच्छति अध्यायम् इति रूपं भवति प्रसक्तिः नास्ति वा अजादिपित् इति इणोयण् प्रसक्तिः नास्ति प्रसक्तिः नास्ति सार्वधातुकार्धधातुकयोः एव प्रथमम् आगच्छति समानक ई योगः व हलादि अपित् अस्ति आयोगः ई योगः व अत्र आडजादीनां प्रथमम् ऐकारः आटश्च ऐ योगः व अधिपूर्वकः अधियोगः ऐ योगः व इको यणचि इति सूत्रेण अद्यैव समानरीत्या अध्यैम अध्यायम् अद्यैव अध्यैम क्षम्यताम् अहं तु म्यूट् मध्ये एव सम्भाषणं कुर्वती अस्मि मणिमहोदय वदति वा महोदय विधिलिङ्ग अधियोगः ईयोगः यात् यात् विधिलिङ्गपूर्वकम् अपित् अस्ति, अतः इयात् तन् अतियोगः इकारस्थाने इकोयनाचिसूत्रेण यकारः भवति. कुतः महोदय अधियोगः इ अस्ति अनन्तरं यात् इति अकारसौर्णदीर्घत्वेन अति अति इति अतियात् महोदय. आं महोदय अधियात् तदैव अधियाताम् अधीयुः. मध्यं पुरुषे याः अधीयाः तदैव अधीयाताम् अधीयात् तन् उत्तमपुरुषे अपि अधीयाम् अधीयाव अधीयाम इति रूपं रूपाणि भवन्ति भवन्ति. धन्यवादः महोदय. ह्यः वयं लिङ्ग् अध्ययने इति दातु तदपि दृष्टवन्तः वा महोदय? न भगिनि, न दृष्टवन्तः. ओ न दृष्टवन्तः. ओ अहं चिन्तितवती तद् तदपि दृष्टव्यम् इति. अस्तु महोदय, बहु धन्यवादः. तर्हि मणि महोदय बहु झटिति वदति, अहं चिन्तितवती तदपि अस्ति इति कृत्वा एव केचनानाम् अग्रे इतोपि रूपाणि सन्ति खलु इति चिन्तयित्वा झटिति गतवती. धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः. तर्हि अभवत्, तर्हि विरमामः वा महोदय? धन्यवादः. धन्यवादः महोदय. धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः.